गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः निधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः न्यायवर्गे सर्वेषां सुस्वागतम् जातिलक्षणम् इत्यत्र स्मः पेज् 347 तत्र नित्यम् एकम् अनेकानुगतं सामान्यम् इति लक्षितं मूलग्रन्थकारेण त्रीणि दलानि सन्ति नित्यत्वञ्च नित्यत्वे सति एकत्वे सति अनेकानुगतत्वं सामान्यत्वस्य लक्षणम् इति अवगन्तव्यम् तत्र किमर्थं नित्यम् इति पदम् आवश्यकम् नित्यत्वम् इति यदि त्यजामः तर्हि का आपत्तिः भवति इत्यत्र वस्तुतः कपालादिघटसामग्र्याः हि एषः स्वभावः यत् ते नित्यघटत्वाश्रय नित्यघटत्वाश्रयमेव घटं जनयन्ति तत्र यदि घटत्वम् अपि उत्पद्यते इति स्वीकुर्मः तर्हि तत्र क्लेशः भवति एतत् सर्वं पुस्तकेन लिखितं किन्तु पुस्तकात् बहिः अस्माभिः चिन्तितमासीत् यदि घटत्वम् इति जातिः अपि उत्पद्यते इति चेत् जातिः तु व्यक्तौ समवायसम्बन्धेन वर्तते इति कृत्वा यत् समवाय तादात्म्येन स्थित्वा समवायेन कार्यं जनयति तत् समवाये कारणम् इत्यतः घटत्वजातेः कारणं घटः भवेत् समवायीकारणं घटः भवेत् किन्तु घटस्य घटः इति अभिधानं तस्मिन् घटत्वं वर्तते इत्यतः एव तर्हि घटत्व आनयनात् पूर्वक्षणे सः घटः एव नास्ति इति भवितुमर्हति चेत् सः घटः एव नास्ति तर्हि घटः समवायीकारणम् इति न वक्तुं शक्यते यत्किञ्चित् समवायीकारणम् इति वक्तव्यं यत्किञ्चित् समवायीकारणम् इति चेत् किमर्थं तैलमपि न स्यात् इति प्रश्नः उदेति तर्हि यस्मिन् क्षणे घटः जायते तस्मिन्नेव क्षणे तस्मिन् घटत्वमपि आगच्छति इति वदामश्चेत् कारणत्वस्य निकषाणाम् उल्लङ्घः भवति कार्यादिकरणे पूर्वक्षणे भवेत् इति निकषायाः उल्लङ्घनं भवति अतः तस्मिन् क्षणे इति नास्ति पूर्वक्षणे घटोत्पत्तेः पूर्वक्षणे घटत्वम् उत्पद्यते इति वदामश्चेत् तत्रापि क्लेशः भवति किमर्थम् इति चेत् घटे एव घटत्वं वर्तते यदि घटत्वं घटात् पूर्वं जायते इति वदेम तर्हि घटत्वं स्वस्मिन् तादात्म्येन स्थित्वा समवायेन घटं जनयति इति व्यक्तिः जातौ समवायसम्बन्धेन वर्तते इति आपत्तिः भवति इति कृत्वा अत्र अन्यथा अनुपपत्या अन्यत् किमपि न वक्तुं शक्यते इति कृत्वा नित्यम् इति अङ्गीकृतम् किन्तु यदि लोके एकमपि घटः नास्ति एकः अपि घटः नास्ति तर्हि घटत्वं कुत्र वर्तते स्वेन ते स्थातुं शक्यते वा इति चेत् तदपि नास्ति इति कृत्वा अत्र नैयायिकानां मते किञ्चित् क्लेशः वर्तते भवतु किन्तु नित्यत्वम् इति किमर्थम् उक्तं कथमुक्तम् इति अस्माभिः चिन्तितं तर्हि इदानीम् अग्रे पठनीयमस्ति तत्र जातिलक्षणम् इत्यत्र द्वितीयः परिच्छेदः एवं घटे नष्टे इति आरभ्य मेहुल् महोदय अस्तु महोदय नमस्कार महोदय श्रूयते महोदय महोदय न्यायं मते तु आण्टालजि इत्युक्ते सप्तपदार्थाः अस्ति ते केवलं लोके किम् अस्ति इति दृष्ट्वा एव ते निर्मितं खलु तत् सत्यं तर्हि एकमपि घटं नास्ति चेत् तर्हि घटत्वं कुत्र अस्ति इत्यादि प्रश्नः तु निरर्थकं भवति खलु तेषां मते ओन्लि वाट् इस् देयर् यस्मिन् समये यस्मिन् समये ते दृष्टवन्तः तस्मिन् समये घटमस्ति इति कृत्वा घटः आसीत् इति कृत्वा तत्र घटत्वम् इति तैः उक्तम् आम् किन्तु इदानीं डैनोसर् इति स्वीकरोति इदानीन्तनकाले एकमपि डैनोसर् नास्ति किन्तु डैनोसर्नस् इति काचन जातिः अस्ति खलु, यया जात्या अत्र सर्वे डैनोसर् इत्यस्मिन् अन्तर्भूताः भवन्ति, सर्वे प्राणिनः डैनोसर् इति श्रेण्याम् अन्तर्भूताः भवन्ति, तर्हि एकमपि नास्ति इदानीं, तर्हि डैनोसर्नस् अस्ति वा न वा इति चेत् इदानीं नास्ति इत्येव वक्तव्यम्. नास्ति चेत् तर्हि अत्र अनित्यः भवति इति क्लेशः. सत्यं, तर्हि जातिः अनित्य. सो लास्ट् क्लास् ऐ सेड् वन् मोर् थिङ्ग्, सङ्गणकम् इति काचन पदार्थः आधुनिकपदार्थः अस्ति. तेषु दिनेषु यस्मिन् दिने नैयायिकाः सप्तपदार्थ लोके सप्तपदार्थाः सन्ति इति विभक्ताः, तेषु दिनेषु सङ्गणकं नास्ति किन्तु सङ्गणकत्वम् आसीत् इति तेषां मतं. यदि सङ्गणकमेव नास्ति तर्हि कथं वा सङ्गणकत्वं भवितुमर्हति? सङ्गणकं विना सङ्गणकत्वम् इति जातिः न भवितुमर्हति. तर्हि यस्मिन् दिने प्रथमसङ्गणकं जातं तस्मिन् एव दिने सङ्गणकत्वम् अपि जातम् इति वक्तव्यं. यदि जातम् इति उच्यते तर्हि तत्र महान् क्लेशः भवति. सो दिस् इस् अ प्राब्लम् दे केनाट् रेकन्सैल्. But even in those days also, they would have had some new foods also being coming up, no Mahodaya, when they were actually creating the philosophy. Right. So at that time, how that jati then they could actually reconcile, or they didn't think about it? No, they could not reconcile. You see, that is why I'm saying, atra tu anyata anupapatya, there is no other possibility other than to say it is nitya. It is not because they have proven the nityatva. अनित्यत्वं वदेमः चेत् तत्र क्लेशाः भवन्ति इत्यतः नित्यं भवतु इति स्वीकृतम्. किन्तु नित्यम् इति स्वीकृतं चेत् क्लेशाः न सन्ति इति नास्ति. यु डो शुड् नाट् आस्क् दट् क्वश्चन् देर् आफ्टर्वर्ड्स्. तर्हि अत्र एवं पश्यतु, पार्थिवपरमाणवः सन्ति ते नित्याः इति उक्तम्. पार्थिवपरमाणवः कुतः जाताः इति तैः न उक्तम्. कथं पार्थिवपरमाणवः सन्ति इति निर्णीतम् इति चेत् तादृशकारणं भवेत् टु स्टाप् अन्योन्याश्रय, वाट् इस् दि अदर् थिङ्ग् काल्ड्, इन्फिनिट् रिग्रेस्. Infinite regress. Tatra kimapi asti. Manasi na agacchati idanim. Amo, dosha. Anavastha dosha. Satyam, anavastha dosha. Anavastha dosha nivaranartam tadrisha paramanuhu angi kartavyaha yasya karanameva nasti iti angi kritam. So they have not proven it. They have said let it be so. Once you accept that, you don't, then following things, whatever they explain, is good. But how did they arrive at that? How did they prove it? It is inconclusive still. Yadi yeshaha prashnaha kriyate tatra tesham uttarameva nasti. That is why you keep, adra yatha maya uttam anyasmin varge, law of conservation of energy iti science vadati, because 99.99% that is what is seen. But now they are able to see some vyabhichara for it. They are able to see some particles where the output of energy is much more than the input. They have identified such particles. So what happens? Physics does not have an answer yet. Quantum physics also. Because a given particle, a given matter can either be a particle or a wave. It cannot be both. Sound is a wave. Photon is a particle. This is physics. But But now quantum physics says that it is both a particle and a wave at the same time. But that is not possible. Possible means what? According to existing physical laws, you cannot explain this. They don't have an answer. It is possible, it is there. Experiments have proven that the same matter has got simultaneously both qualities, which is not reconcilable. But it is there. So what is the question? How does science answer this? They don't have an answer. Science has not evolved yet to answer this question. Evam, nayayikanam mate asya prashnasya uttaram nasti. Tavad avagantavya. Asu. Well, Modiya. Dhanyavad. घटे नष्टे न घटत्वं नश्यति किन्तु घटान्तरे ज्ञायते एव अत एव खलु वयं तमपि घट इति ब्रूमः प्रलयादिकाले सर्वघटनाशयेऽपि घटत्वं महाकाले तिष्ठति इति सम्प्रदायः तथा च घटत्वादिजातेः नित्यत्वं तावत् सिद्धम् अस्तु तर्हि यथा भवान् अधुना एव डायनोसर् इत्यस्य उदाहरणं दत्तं तथैव अत्र घटे नष्टे घटः तु नष्टः जातः परन्तु घटत्वं न नश्यति किन्तु अन्यत् घटं पश्यामः चेत् घटत्वं ज्ञायते एव अत एव वयं वक्तुं शक्नुमः तम् अपि घटः इति तर्हि तथैव अत्र प्रलयादिकाले यदा सर्वेषां घटानां नाशः भवति तथापि घटत्वं तिष्ठति एव इति मतम् तथा च तेन एव अत्र घटत्वादि जातेः नित्यत्वं सिद्धं भवति न न किन्तु महाप्रलयकाले घटत्वं कुत्र वर्तते इति नैयायिकानां मतं महाकाले तिष्ठति इति महाकाले तिष्ठति महाकाले तिष्ठति महाकालः इति द्रव्यं कालः इति द्रव्यं किन्तु घटत्वं कुत्र वर्तते इति चेत् घटे एव वर्तते घटे एव भवितुमर्हति घटस्य अधिकरणं कालः घटत्वस्य अधिकरणं तु घटः एव किन्तु अत्र अस्य प्रश्नस्य उत्तरं तेषां नास्ति इति कृत्वा इति सम्प्रदायः इति उक्तं सम्प्रदायः मीन्स् इट् इस् जस्ट् बीन् अक्सेप्टेड् महाकाले तिष्ठति घटत्वं महाकाले तिष्ठति केन सम्बन्धेन तिष्ठति कालिकासम्बन्धेन तिष्ठति कथं वा यदि घटत्वं महाकाले तिष्ठति तर्हि महाकालस्य घटापत्तिः भवति घटत्वं कुत्र वर्तते सः घटः खलु यस्मिन् घटत्वं वर्तते सः एव घटः तर्हि इदानीं महाकाले किं वर्तते घटत्वं वर्तते तर्हि महाकालः किं घटः इति वक्तव्यं बट् यु कान्ट् से दट् आल्सो महाकालः इत्युक्ते किं यस्मिन् कालत्वम् इति धर्मः वर्तते सः एव महाकालः किन्तु इदानीं घटत्वमपि महाकाले वर्तते सो दे डोण्ट् हेव् एन् आन्सर् बट् वेन् ऐ रेड् दिस् सेण्टेन्स् संथिङ्ग् स्ट्रक् मी अत्र महाकालः इति पदं प्रयुक्तमस्ति इति कृत्वा प्रलयादिकाले सर्वघटनाशे अपि घटत्वं महाकाले तिष्ठति इति सम्प्रदायः ऐ हेव् अ फीलिङ्ग् दट् इन् एन् उज्जैन् यु नो दे डू दिस् भस्माभिषेकं टु महाकाल in Ujjain you have Mahakal yes and it is very close to a smashan and at night midnight they take the bhasma yes. from the smashanam and then they do abhishekam bhasma abhishekam to Mahakala I visualize this statement in my mind idanim ghatah nashtah jatah यदि घटः अत्र शरीरः अस्ति इति चिन्तयतु शरीरमस्ति इति चिन्तयतु शरीरस्य नाशः जातः किन्तु शरीरत्वम् इदानीमपि अस्ति कीदृशरूपेण भस्मरूपेण अस्ति न तु शरीररूपेण सो दट् शरीरत्वम् इस् बेसिकलि बीङ्ग् आफर्ड् टु महाकाल बिकास् ही इस् दि अधिष्ठानम् आफ् शरीरत्वम् आल्सो सो दट् इस् हौ ऐ विजुवलैस्ड् इट् दट् all these things yada vyaktih nashta bhavati tada kinchit avashishyate bhasmam avashishyate भस्मं किं रूपम् इति चेत् जातेः रूपम् and they take all the jatis and put it on Mahakala. Is how I envisioned this and I thought it was a good explanation. Yes, yes. Very interesting. Interesting. See, we don't understand many of the practices that we follow. Yeah. But if you read this, then it becomes, all that becomes clear. Prayadikale sarvagatanashe epi ghatattam mahakale tishtati iti sampradayah. So whatever is left over after Nasha, you basically say that is remaining in Kala. And Mahakala has been given a form, a formless form. And on that you are offering everything. So it is all resting there. Then when Utpatti happens, it comes from there. Very, very nice, beautiful philosophy behind the religious activities. So Ekamapi अत्र आचारः नास्ति एकोऽपि आचारः नास्ति यस्मिन् तत्र सिद्धान्तः नास्ति यस्मिन् आधाररूपेण सिद्धान्तः नास्ति इति एकमपि आचारः एकोऽपि आचारः नास्ति फोर् एव्री रिलिजियस् प्राक्टिस् देर् इस् अ स्पिरिचुवल् बेसिस् वि जस्ट् हाव् टु थिङ्क् अबौट् इट् दट्स् आल् किमपि तर्कः अस्ति परन्तु वयं न जानीमः तथा च घटत्वादिजातेः नित्यत्वं तावत् सिद्धम् दिस् इस् हौ दे डू इट् सम्प्रदायः अत्र सम्प्रदाय इत्युक्ते दट् इस् हौ इट् हस् बिन् अक्सेप्टेड् सिद्धम् इति कृतं निरूपितं नास्ति अक्सेप्टेड् लैक् ट्रेडिशन् रैट् अस्तु अग्रे एकम् इति मूलं सामान्यस्य स्वरूपकथनपरं न तु लक्षणेऽपि तत् प्रवेशः प्रयोजनविरहात् अस्तु अत्र नित्यमित्यस्य निरूपणं वयम् अधुना कृतम् अधुना लक्षणवाक्ये एकमिति अपि अस्ति तद् मूलं सामान्यस्य स्वरूपकथनपरम् एकमिति सामान्यस्य स्वरूप अस्ति इति एव वा एकम् एव यथा यथा आकाश आकाशः एकः इति उक्तं खलु आं सत्यम् आकाशः एकः इति तस्य स्वरूपकथनं किन्तु शब्दगुणकम् आकाशम् इति एव लक्षितम् एकत्वम् आकाशस्य लक्षणेन घटितम् न प्रवेशितम् किन्तु अत्र यद्यपि एकम् इति उक्तं वस्तुतः अत्र एकत्वं लक्षणे न प्रवेशनीयम् इति ग्रन्थकारस्य आशयः दट् इस् वै वि गाट् द डौट् भूतत्वम् इत्यत्र एकत्वम् अनेकानुगतत्वमस्ति किन्तु एकत्वं भूतत्वमिति एकः एव यदि एकत्वं न वदेम तत्र अन्यत्र यत्र कुत्रापि अतिव्याप्तिः भवति इति नास्ति एकत्वं लक्षणात् त्यक्तुं शक्यते स्वरूपकथनमेव तत् वै बिकास् प्रयोजनविरहात् प्रयोजनं नास्ति एकम् इति दलं त्यजामः चेत् नित्यम् अनेकानुगतम् इति दलद्वयमेव स्वीकुर्मश्चेत् यत्र कुत्रापि अतिव्याप्तिः न भवति अस्तु अग्रे इति दलस्य अनेकसमवेतम् इत्यर्थः यथा श्रुते नित्यत्वे सति अनेकवृत्तित्वस्य घटाभावे अपि सत्त्वात् तत्र अतिव्याप्तिः घटाभावः नित्यः अनेकेषु भूतलादिपदार्थेषु दैशिकविशेषणतासम्बन्धेन भवति च अतः अनेकसमवेतत्वम् इति विवक्षणीयम् अभावस्तु स्वरूपेण भवति न तु समवायेन इति नातिव्याप्तिः अस्तु अत्र अनेकानुगतम् इति अपि दलं सामान्यम् इत्यस्मिन् लक्षणवाक्ये अस्ति तस्य अर्थः कः तर्हि अनेकसमवेतम् इति अर्थः इत्युक्ते अत्र सामान्यम् अनेकसमवितम् अस्ति यथा श्रुते नित्यत्वे सति अनेकवृत्तित्वस्य घटाभावे अपि सत्त्वात् तत्रापि महोदय अत्र अनेकसमवेतम् इत्युक्ते किम् समवायेन अनेकेषु सामान्यं तिष्ठति अस्ति इति अर्थः उत्तमं इति वक्तव्यम् अनेकसमवेतं समवेतम् इति पारिभाषिकशब्दः अस्ति खलु यत् समवायेन तिष्ठति तदेव समवेतम् तर्हि अनेक अनुगतम् इति सामान्यभाषया उक्तम् किन्तु कथं वक्तव्यं शास्त्रीयभाषया अनेकसमवेतमित्येव वक्तव्यम्। अस्तु अग्रे यथाश्रुते नित्यत्वे सति अनेकवृत्तित्वस्य घटाभावेऽपि सत्त्वात् तत्र अतिव्याप्तिः घटाभावः घटाभावस्य घटाभावे अपि सत्त्वात् अस्तु तर्हि नित्यत्वं घटाभावे अपि अस्ति अतः नित्यत्वे सति अनेकवृत्तित्वस्य घटाभावे अतिव्याप्तिः भवति यतोहि घटाभावः अपि नित्यम् इति कथम् अत्र निरूपयतु महोदय अत्र इतोपि चिन्तनीयं घटाभावः नित्यः इति उक्तं खलु तत् कथं भवान् अङ्गीकरोति वा घटाभावः नित्यः इति अस्ति परन्तु अन्तः तु अस्ति एव तस्य यदा घटं जायते घटः जायते तदा घटाभावः नश्यति तर्हि घटाभावः नित्यः इति कथं हा इति चिन्तनीयं खलु यु हाव् टु थिङ्क् अबौट् इट् एस् यु रीड् यु हाव् टु असिम्युलेट् अण्डर्स्टाण्ड् अण्ड् सी वेदर् यु आर् एक्सेप्टिङ्ग् इट् युवर् सेल्फ् आर् नाट् पुस्तके एवम् उक्तम् इति कृत्वा अस्माभिः न अङ्गीकर्तव्यम् अस्तु अग्रे अग्रे पठतु घटाभावः नित्यः महोदय न श्रूयते न श्रूयते वा अधुना हा इदानीं श्रूयते श्रूयते घटाभावः नित्यः अनेकेषु भूतलादिपदार्थेषु दैशिकविशेषणतासम्बन्धेन भवति च अस्तु तर्हि घटाभावः इति अनेकेषु पदार्थेषु भूतलादिपदार्थेषु दैशिकविशेषणतासम्बन्धेन भवति अतः एव नित्यः इति अत्र अत्र उक्तं खलु घटाभावः नित्यः किन्तु भवान् अङ्गीकरोति किम् भूतलादि अस्तु अत्र घटाभावः अत्र घटाभावः अस्ति तत्र नास्ति अतः दैशिकविशेषणतासम्बन्धेन भूतले घटाभावः नित्यः इति वक्तुं शक्नुमः परन्तु अस्तु यदि यदि सर्वत्र अहं घटं स्थापयामि केवलं चिन्तनार्थं यदि सर्वत्र अहं घटं स्थापयामि तर्हि यत्र कुत्रापि घटाभावः नास्ति खलु नास्ति नास्ति तर्हि कथं वा घटाभावः नित्यः तदेव अत्र अभावः कतिविधः एवं चिन्तयतु अभावः कतिविधः चतुर्विधः खलु अभावः प्रागभावः प्रध्वंसाभावः अन्योन्याभावः अत्यन्ताभावः उत्तमं तर्हि प्रागभावः नित्यः वा न अनित्यः वा अनित्यः किमर्थमिति चेत् यदा घटस्य उत्पादनं भवति तदा प्रागभावस्य नाशः भवति खलु नाशः भवति सत्यं तस्य घटस्य प्रागभावस्य नाशः भवति यद्यपि अन्येषां घटानां प्राभाव प्रागभावः तदानीमपि वर्तते सामान्यप्रागभावः वर्तते किन्तु विशिष्टप्रागभावस्य नाशः भवति तर्हि प्रागभावः अस्ति इति उभयता वक्तुं शक्यते इत्युक्ते सामान्यप्रागभावः नित्यः विशिष्टप्रागभावः अनित्यः तर्हि तेनापि घटाभावस्य नित्यत्वं वक्तुं शक्यते घट सामान्यप्रागभावस्य नित्यत्वात् तादृशम् अत्र प्रागभावः इति यत् कारणं कारणे कारणेषु अन्तर्भूतमस्ति तत् विशिष्ट विशिष्ट प्रागभावः वा सामान्यप्रागभावः वा अस्तु अत्र लिखितमस्ति तद्वा न न अत्र लिखितम् इति नास्ति एवमेव अहं पृच्छन् अस्मि सामान्य साधारणकारणानि इति अस्ति खलु साधारणं कारणं द्विविधं भवति साधारणम् असाधारणञ्च तत्र साधारणकारणे ईश्वरः ईश्वर इच्छा कृतिः ज्ञानम् इत्येतादिकम् अस्माभिः अधीतं खलु तत्र यः प्रागभावः उक्तः सः विशिष्टप्रागभावः वा सामान्यप्रागभावः वा? सामान्यप्रागभावः इति मन्ये. उत्तमं, सामान्यप्रागभावः इत्युक्ते घटप्रागभावः इति नास्ति, सामान्यप्रागभावः. सामान्य सर्वेषां पदार्थानां कृते अत्र द्रव्याणां कृते तादृशं प्रागभावः अस्ति एव नित्यः. सत्यम् इति कृत्वा प्रागभावः नित्यः खलु? सत्यं, सामान्यप्रागभावः नित्यः तदेव अत्र इति कृत्वा घटसामान्यप्रागभावे अतिव्याप्तिः भवति. सत्यं, सामान्यप्रागभावे अतिव्याप्तिः भवति. अस्तु, तर्हि अत्र घटाभावः इत्येव उक्तम्, अतः एव भ्रमः इति. अत्र न इतोपि चिन्तनीयम्, अत्र प्रागभावविषये अस्माभिः चिन्तितम्. अस्तु, इदानीम् अत्यन्त अभावः इति अत्र अत्यन्त अभावः इति स्वीकुर्मः. अस्तु, अत्यन्त अभावस्य उदाहरणं किम्? घटः न तु अयं घटः इति खलु, घट अभावस्य अत्यन्त अभावस्य उदाहरणम् अयं घटः इति अभावस्य उदाहरणं किम्? घटः पटः न इति न तद् अत्यन्त अभावः अन्योन्य अभावः तत्तु अन्योन्य अत्यन्त अभावस्य उदाहरणं नास्ति इति किं? भूतले घट नास्ति. उत्तमं, भूतले घट अभावः इति अत्यन्त अभावस्य उदाहरणं. तादृश अत्यन्त घट अत्यन्त अभावः नश्यति यदा प्रतियोगी घटस्य प्रतियोगिनः घटस्य आनयनं मया क्रियते, तदा घट अत्यन्त अभावस्य नाशः भवति. अतः घट अत्यन्त अभावः नित्यः नास्ति. अस्तु, घटप्रध्वंसः तस्मिन् विषये चिन्तयतु. घटप्रध्वंस अभावः इति इति अपि प्रध्वंस अभावः. यदा घटः नश्यति तदा प्रध्वंसाभावः नश्यति खलु? सत्यं, न प्रध्वंसाभावः जायते न तु नश्यति. जायते, सत्यं, जायते इति कृत्वा कार्यं, कार्यम् इति कृत्वा अनित्यम्, अनित्यमस्ति. आम् आम्. अस्तु, तर्हि इदानीम् अन्योन्याभावः, घट अन्योन्याभावः तत्तु सर्वदा नित्यमेव, यतोहि घटः पटः न इति. घट अन्योन्याभावस्य उदाहरणं प्रथमं वदतु. घटः पटः न इति, घटः पटः न इति घट अन्योन्याभावस्य उदाहरणं वा पट अन्योन्याभावस्य उदाहरणं वा? अस्तु अस्तु, पटः घटः न इति. पटः घटः न इत्युक्ते पटे घटत्वं नास्ति, घट अन्योन्य अभावः वर्तते इति. तर्हि घट अन्योन्य अभावः घटं विहाय सर्वेषु पदार्थेषु वर्तते खलु? घटं विहाय सर्वत्र वर्तते. तर्हि घट अन्योन्य अभावस्य अनेकवृत्तित्वम् अस्ति इति एकम्. अपि च यदा कदापि घट अनन्य अन्योन्य अभावस्य नाशः भवितुमर्हति वा? न, न भवति, तत्तु नित्यम्. यदि यदि पटः घट घटं भवति, घटः भवति तदा भवति, किन्तु यदा कदापि घटः पटः घटः न भवति खलु? न भवति, सत्यम्. यस्मिन् कस्मिंश्चित् सन्दर्भे घटः पटः न भवति इति कृत्वा घट अन्योन्य अभावः नित्यः एव. नित्यः एव, अस्तु. तर्हि घट अभावः नित्यः इत्युक्ते घट अन्योन्य अभावः नित्यः खलु? अन्योन्यभावः इति उक्तं, घट अन्योन्य अभावः नित्यः इति कृत्वा नित्यत्वे सति अनेकवृत्तित्वं घट अन्योन्य अभावे अस्ति इति कृत्वा घट अन्योन्य अभावे अत्र अतिव्याप्तिः भवति. लिखिष्यामि अत्र घटाभावः इत्युक्ते घट घट अन्योन्य अभावः. अस्तु, सो So what we need to do is, as we read, we have to question whether we understand. If we don't understand, we have to start asking, how is he saying it is Nitya? Then we have to think like this and then supply our own answer. अस्तु अग्रे घटाभावः नित्यः अनेकेषु भूतलादिपदार्थेषु दैशिकविशेषणतासम्बन्धेन भवति च अस्तु अतः अनेकसमवेतत्वम् इति विवक्षणीयम् अभावः तु स्वरूपेण भवति न तु समवायन इति नातिव्याप्ति अस्तु तर्हि अभावः केन सम्बन्धेन भवति स्वरूपसम्बन्धेनैव सत्यम् अभावः अन्यस्मिन् स्वरूपसम्बन्धेन भवति न तु समवायसम्बन्धेन भावपदार्थानामेव समवायसम्बन्धेन अन्यस्मिन् वक्तुं भवितुमर्हति न तु अभावस्य इति कृत्वा अत्र अतिव्याप्तिः न भवति यद्यपि घट अभावे नित्यत्वम् अस्ति अनेकवृत्तित्वमपि अस्ति तथापि अभावः स्वरूपसम्बन्धेन एव अस्ति न तु समवायसम्बन्धेन इति कृत्वा अत्र अतिव्याप्तिः निवारिता भवति नास्ति अतः एव अनेकानुगतम् इत्यस्मिन् दले अतिव्याप्तिः न भवति अन्योन्यभावस्य अस्तु अग्रे तत्रापि आद्यदलस्य नित्यत्वस्य एव उपादाने आकाशादौ अतिव्याप्तिः अतः अस्ति अनेकसमवेतत्वस्य निवेश आवश्यकता तावत् मात्र उपादाने तु संयोगे अतिव्याप्तिः संयोगः खलु गुणः द्विष्ठश्च द्विष्ठः इत्यस्य द्वयोः तिष्ठति इत्यर्थः घटपटसंयोगः भवति तथाविधः घटे पटे च सः भवति अतः समवायेन अनेकवृत्तित्वं तस्य आगतम् अस्तु अत्र आदिदलम् इति नित्यत्वम् इति एव उपादान इति एव स्वीकुर्मः चेत् आकाश आदौ इत्युक्ते नित्यद्रव्येषु अतिव्याप्तिः भवति अतः एव अत्र लक्ष्मणवाक्ये अनेकसमवेतत्व इति अपि नियोजित इति अपि योजितं तस्य आवश्यकता अस्ति इत्युक्ते अनेकानुगतम् इति योजितम् यदा केवलम् अनेकसमवेतत्वम् इति एव स्वीकुर्मः चेत् तर्हि संयोगे अतिव्याप्तिः भवति यतोहि संयोगः द्विनिष्ठः अस्ति गुणः इति संयोगगुणः इति द्विनिष्ठः अस्ति इत्युक्ते द्वयोः तिष्ठति इति अर्थः अत्र उदाहरणेन घटपटसंयोगः यदस्ति तर्हि सः संयोगः घटे अपि अस्ति पटे अपि अस्ति तर्हि घटपटद्वयमपि समवेतम् भवति संयोगेन अतः संयोगे अनेकसमवेतत्वम् अस्ति तर्हि यदा केवलम् अनेकसमवेतत्वम् अथवा अनेकानुगतम् इति एव दलं योजयामः इति एव दलमस्ति चेत् संयोगे अतिव्याप्तिः भवति अतः एव समवायेन अनेकवृत्तित्वम् इति अत्र संयोगे आगतम् इति अतिव्याप्तिः भवति संयोगे तत् वारणाय नित्यत्वदलम् आवश्यकं संयोगस्य अनित्यत्वात् न अतिव्याप्तिः अस्तु तर्हि अत्र नित्यत्वमिति नित्यत्वम् इत्यनेन संयोगे या अतिव्याप्तिः जाता सा निवारिता तथा च नित्यत्वे अत्र सत्यभाम भगिनी वदतु इदानीम् अस्तु अस्तु अस्तु धन्यवादः सत्यभाम भगिनी तथा च महोदय कस्मिन् तथा च अन्तिमवाक्यमस्ति खलु तथा च नित्यत्वे सति अनेकनिरूपितसमवायसम्बन्धावच्छिन्नवृत्तित्वं सामान्यलक्षणं निष्पन्नम् इति तर्हि परिष्कृतलक्षणवाक्यम् एतदेव तर्हि अत्र अस्मिन् लक्षणवाक्ये कति दलानि सन्ति नित्यत्वे सति एकदलमस्ति नित्यत्वं देन् अनेकनिरूपितसमवायसम्बन्ध अवच्छिन्नम् अनेक अनेकनिरूपितसमवायसम्बन्धम् इति सम्बन्धम् इति दलं वा सम्बन्ध अवच्छिन्नत्वम् अवच्छिन्नत्वम् अवच्छिन्न नास्ति अनेकनिरूपितसमवायसम्बन्धावच्छिन्नवृत्तित्वम् इति दलं दलद्वयम् अत्र एकमेव दलं वा दलद्वयं वर्तते वा दलद्वयं न अनेकनिरूपितसमवायसम्बन्धावच्छिन्नवृत्तित्वम् इत्यत्र एकमेव दलं वा दलद्वयं वर्तते एकमेव वस्तुतः दलद्वयं वर्तते अनेकनिरूपितसमवायत्वम् अपि च न अनेकनिरूपितसमवायत्वं नास्ति नास्ति अनेकनिरूपितनिरूपितवृत्तित्वम् इति भवेत् तदनन्तरं समवायसम्बन्ध अवच्छिन्नत्वम् इति तृतीयं दलं वस्तुतः नित्यत्वे सति समवायसम्बन्ध अवच्छिन्नत्वे सति अनेकानुगतत्वम् अथवा अनेकविरूपि वृत्तित्वम् इति दलत्रयम् अस्तु अत्र नित्यत्वम् इति दलं त्यजामश्चेत् कुत्र अतिव्याप्तिः नित्यत्व अनुपाते संयोगे अतिव्याप्तिः इति उक्तम् नित्यत्वं त्यजामः यस्य नित्यत्वं नास्ति अनेकम् अस्ति तस्तेषु खडादौ निरूपयतु भगिनि इदानीम् अत्र दल त्रीणि दलानि सन्ति तानि दलानि कानि एकवारं वदतु इदानीं नित्यत्वम् एकदलं देन् अनेकसमवेदत्वम् अनेकनिरूपितवृत्तित्वं द्वितीयदलं समवाय अनेकसमवेतत्वम् इति एव वदतु समीचीनं तदेव समीचीनमस्ति अनेकसमवेतत्वं समवायसम्बन्धावचिन समवायसम्बन्धः दलं नास्ति खलु सम्बन्धत्वम् इति अवच्छिन्नत्वं सम्बन्धत्वम् इति नास्ति समवायसम्बन्ध अवच्छिन्नत्वं समवाय अवच्छिन्नत्वम् इत्युक्ते सारि समवायसम्बन्ध अवच्छिन्नत्वम् इत्युक्ते समवायसम्बन्धेन वर्तते इति अर्थः अस्तु तर्हि इदानीं त्रीणि दलानि सन्ति नित्यत्वे सति अनेकसमवेतत्वे सति समवाय सम्बन्ध अवच्छिन्नत्वम् तर्हि इदानीं नित्यत्वम् इति एकमेव दलं त्यजामः चेत् इदानीं दलद्वयम् अवशिष्टमस्ति अनेकसमवेतत्वम् अपि च समवायसम्बन्ध अवच्छिन्नत्वम् इति दलद्वयम् एव लक्षणमस्ति चेत् कुत्र अतिव्याप्तिः इदानीं अनेकसमवेदत्वम् अपि च समवायसम्बन्धावच्छिन्नत्वम् इति दलद्वयमस्ति अनेकसमवेदत्वं तदेव स्वीकुर्मः चेत् घटत्वम् इति घट अभावे अस्ति इति ग्रन्थे उक्तमस्ति घटत्वं अहं चिन्तितवती घटे अपि अस्ति इति मम चिन्तनम् अस्ति नित्यत्वम् आकाशादौ अस्ति परन्तु घटादौ अनित्यत्वम् अस्ति अतः नित्यत्वं त्यजामः चेत् अनित्यद्रव्येषु अतिव्याप्तिः भवति भगिनी ऐ टोल्ड् यु देर् आर् त्री दलास् अत्र एकमेव दलं मया त्यक्तं तर्हि इदानीं दलद्वयम् अवशिष्टमस्ति तर्हि दलद्वयम् अवशिष्टमस्ति चेत् कुत्र अतिव्याप्तिः भवति इति एकेन पदेन वदतु इदानीं लक्षणमस्ति अनेकसमवेतत्वं समवायसम्बन्ध अवच्छिन्नत्वम् इति दलद्वयं वर्तते तर्हि कुत्र अतिव्याप्तिः भवति अनित्यत्वे अतिव्याप्तिः भवति अनित्यत्वे अतिव्याप्तिः अनित्यद्रव्येषु अनित्यत्वम् इति कश्चन पदार्थः अस्ति किम् अनित्यद्रव्येषु उदाहरणं वदतु घटे अतिव्याप्तिः वा घटत्वे अतिव्याप्ति. उदाहरणं किम्? घटः. अस्तु, घटे अनेकवृत्तित्वमस्ति वा, अनेकसमवेतत्वमस्ति वा घटे? अनेकसमवेतत्वं नास्ति, घटत्वम् अस्ति खले. अनेकसमवेदत्वम्, अनेकसमवेदत्वम् इत्युक्ते कथं चिन्तनीयं? यतोहि घटे घटत्वम् अस्ति, तद् समवेद भगिनी अनेक, तदेव प्रश्नः भवती. अनेक अनेकसमवत्तत्वम्, अनेकसमवेतत्वम् इत्युक्ते किम् इति भवती न अवगतवती. अनेकेषु द्रव्येषु यदि समवायसम्बन्धेन यः कोऽपि वर्तते तस्मिन् अनेकसमवेतत्वं वर्तते. अवबुध्यते खलु? अनेकसमवेतत्वं नाम किम्? यदि एकः पदार्थः अनेकेषु पदार्थेषु समवायसम्बन्धेन वर्तते तदा तादृशपदार्थे अनेकसमवेतत्वम् इति धर्मः अस्ति. तादृशपदार्थस्य उदाहरणं किम्? ओके, घटत्वं तादृशं वक्तव्यम्. ओके, घटत्वं सर्वेषु घटेषु, सर्वेषु घटेषु समवायसम्बन्धेन वर्तते. अतः अनेकसमवेतत्वं घटत्वे अस्ति. किन्तु इदानीं किमर्थं घटत्वस्य विषये चिन्तयति? घटत्वमिति जातिः खलु. इदानीं जातेः लक्षणस्यैव विषये चिन्तनं, तर्हि अत्र जातै एव, जातौ एव अतिव्याप्तिः भवति इति चिन्तनीयं वा? जातिं विहाय अन्यत् किमपि चिन्तनीयम्? ओ, अतः एव अत्र घट अभावः इति चिन्तितं वा? वि आर् डूयिङ्ग् दलसार्थ किम् आफ् जाति, जातिलक्षणं. सो यु शुड् नाट् थिङ्क् अबौट् अतिव्याप्ति इन् जाति इट् सेल्फ्. ओके, यु केन् थिङ्क् अबौट् अव्याप्ति इन् जाति, बट् यु केनाट् थिङ्क् अबौट् अतिव्याप्ति इन् जाति. तर्हि वदतु, इदानीं दलत्रयमस्ति अत्र, यदि एकं दलं नित्यत्वमिति दलं त्यजामः कुत्र अतिव्याप्तिः भवति? तादृशपदार्थः वक्तव्यः यस्मिन् अनेकसमवेतत्वं समवायसम्बन्ध अवच्छिन्नत्वम् उभयमपि वर्तते. यः जानाति सः वदतु. रमेश महोदय, संयोगे वर्तते खलु? उत्तमं, निरूपयतु संयोगे कथम् अतिव्याप्तिः भवति इति निरूपयतु. संयोगे नित्यत्वं नास्ति, संयोगे अनेक संयोगे द्विनिष्ठा अस्ति, संयोगः द्विनिष्ठा अस्ति. तर्हि संयोगः घटे अपि अस्ति, भूतले अपि अस्ति, पटे अपि अस्ति. भवतु, समीचीनं, भूतले अपि अस्ति. तर्हि कृत्वा अनेक निरूपितसमवायसम्बन्धेन अस्ति घटे, समवायसम्बन्धेन भूतले अपि अस्ति. तर्हि अनेक निरूपितसमवायः समवायसम्बन्धे अस्ति, तद् अनेकवृत्तित्वमपि अस्ति, उभयत्र अस्ति, घटे अपि अस्ति, भूतले अपि अस्ति इति कृत्वा अनेकवृत्तित्वमस्ति. अपि च संयोगः केन सम्बन्धेन भूतले घटे वर्तते? समवायसम्बन्धेन वर्तते. हा, इति कृत्वा समवायसम्बन्ध अवच्छिन्नत्वमपि संयोगे अस्ति. अस्ति इति कृत्वा संयोगे अतिव्याप्तिः. उत्तमं, सत्यभाव भगिनी अवबुध्यते किम्? हा, इति वक्तव्यं, संयोगे अतिव्याप्तिः. अस्तु, तर्हि यदि नित्यत्वम् इति दलं योजयामः, संयोगः अनित्यः अस्ति इति कृत्वा संयोगे जायमान अतिव्याप्तिः निवारिता भवति. अस्तु, इदानीम् अत्र अनेकवृत्तित्वमिति त्यजेम दलं, नित्यत्वम् अपि च समवायसम्बन्ध अवच्छिन्नत्वम् इति दलद्वयं स्वीकुर्मः चेत् कुत्र अतिव्याप्तिः भवति? अनेकवृत्तित्वं नित्यत्वम् इति दलद्वयं, समवायसम्बन्ध अवच्छिन्नत्वम् अथवा समवेतत्वम् इति दलं त्यक्तम्. नित्यत्वम् अपि च किम् अस्ति? अनेकवृत्तित्वम्. नित्यत्वे सति अनेकवृत्तित्वं तावदस्ति. सत्यं, नित्यत्वे अनेकवृत्तित्वं. हा, तत् इदानीं घटाभावे अस्ति इति उक्तं. हा, समीचीनम् इति उक्तम् इति मा वदतु, इति भवती अवगच्छति खलु? तत् मया अवगतं. तदनन्तरं तदनन्तरं वृत्तित्वम् इति एव लक्षणमस्ति चेत् घटाभावे अतिव्याप्तिः भवति. घटाभावः नित्यः अपि च बहुषु वर्तते इति कृत्वा, तर्हि अत्र समवेतत्वम् अथवा समवायसम्बन्ध अवच्छिन्नत्वम् इति दलं योजनेन, इति दलस्य योजनेन कथं निवारिता भवति घटाभावे जायमान अतिव्याप्तिः? दल घट अभावः स्वरूपसम्बन्धेन वर्तते, अभावः स्वरूपसम्बन्धेन. तावत् मया श्रुतं, तदनन्तरं मम नेट्वर्क् किञ्चित् अस्तु भवतु. सत्यं, तर्हि इदानीम् अत्र तृतीया सम्भावना इत्युक्ते नित्यत्वे सति समवायसम्बन्ध अवच्छिन्नत्वम् अथवा समवेतत्वम् इति दलं स्वीकुर्मश्चेत् कुत्र अतिव्याप्तिः भवति? समवेतत्वम् समवेदत्वं, नित्यत्वे सति समवेदत्वम्. आकाशादौ आकाशः नित्यः अस्ति. कथं निरूपयतु समवेदत्वम्? आकाशः नित्यः अस्ति, समवेदत्वं कथं तत्र नास्ति खलु? हा, तदेव प्रश्नः. तर्हि आकाशादौ नास्ति. अत्र पुस्तके केवलं नित्यत्वम् इति पदम् एव, नित्यत्वम् इति एव दलं स्वीकुर्मश्चेत् आकाशादौ अतिव्याप्तिः इति उक्तम्. ऐ एम् थिङ्किङ्ग् सम्थिङ्ग् डिफरेण्ट् नौ. पुस्तकात् बहिः चिन्तयन् अस्मि. इदानीं दलद्वयमस्ति, नित्यत्वे सति समवेतत्वम्. अस्तु, एतदर्थं समवेतत्वं केषां भवति इति चिन्तयतु भगिनि. केषां समवेतत्वं भवति? समवायसम्बन्धेन वर्तते इत्युक्ते पञ्चसु स्थलेषु भवितुम् अर्हति. न, पञ्चसु स्थलेषु भवति, किन्तु समवेतत्वं केषां भवति? यत् समवायेन वर्तते तेषु एव. तर्हि ते के समवायसम्बन्धेन वर्तते, वर्तन्ते? अवयवाः तादृशं. तर्हि इदानीं क्रमेण चिन्तयतु. अवयवे नित्यत्वं भवति, तादृश अवयवः अस्ति वा यद् नित्यम्? नास्ति. अवयवः कपालः नित्यं नास्ति. एकं स्वीकुर्मः चेत् वृक्षे ये अवयवाः सन्ति ते द्यणुकमिति स्वीकरोतु. द्यणुकमिति अवयवी, द्यणुकस्य अवयवाः के? त्रयणुकादयः वा? द्यणुकस्य त्रणुकस्य अवयवाः द्यणुकाः. द्यणुकस्य अवयवाः के? परमाणु. परमाणवः नित्या वा, नित्यः वा, नित्याः? नित्यः, नित्याः. अपि च परमाणवः, परमाणुद्वयं केन सम्बन्धेन द्व्यणुके वर्तते किन्तु अत्र न अत्र विपरीतेन चिन्तनीयं अवयवी अवयवेषु समवायसम्बन्धेन वर्तते न तु विपरीतरीत्या खलु एकमपि अवयवी नित्यं नास्ति इति कृत्वा अवयविनि अवयविनि विद्यमानसमवेतत्वम् अत्र न भवति अवबुध्यते वा न किम् अत्र प्रथमम् एतत् चिन्तितं वा न तदेव चिन्तयति इदानीम् अवयवि इदानीं कस्मिन् विषये चिन्तनं प्रथमस्तरं परमाणु तत् त्यजतु भगिनि इदानीं प्रथमस्थलं पञ्चसु स्थलेषु अवयवः अवयवी इति अस्ति अत्र किं कस्मिन् समवायसम्बन्धेन वर्तते अवयवी अवयवः समवायसम्बन्धेन वर्तते पुनः वदतु अवयवी अवयवयोः मध्ये समवायसम्बन्धः इदानीं घटे कपालः समवायेन वर्तते इति एकनिमिषम् मया किं पृष्टं किं कस्मिन् समवायसम्बन्धेन वर्तते इति पृष्टं कयोः समवायसम्बन्धः इति न पृष्टम् अवयवः इति एकस्मिन् पार्श्वे अस्ति अवयवी इति अन्यस्मिन् पार्श्वे अस्ति तयोः मध्ये किं कस्मिन् समवायसम्बन्धेन वर्तते इति प्रश्नः अवयविनि अवयवः समवायेन वर्तते इति वा ओ यत् समवायेन तिष्ठति इति चेत् अवयवेषु महोदय घटे कपालः समवायेन वर्तते इति एव खलु घटः अवय घटे कपालः समवायेन वर्तते इति चेत् घटः एव समवायीकारणम् ओ कपालः ओके ओके विपरीतरीत्या कपाले घटः समवायेन वर्तते इति कृत्वा घटः कपाले समवेतं खलु घटः कपाले समवेतम् अवयवी अवयवेषु समवायसम्बन्धेन वर्तते अवबुध्यते किम् अवयवी अवयवेषु अवयवी अवयवेषु समवायसम्बन्धेन वर्तते खलु अस्तु एकमपि अवयवी नित्यमस्ति वा नास्ति नास्ति खलु नास्ति नास्ति उत्तमं किमर्थमिति चेत् सर्वे सर्वे अवयविनः कार्याः अवयवानां मेलनेन एव संयोगेन एव अवयवी उत्पद्यते खलु इति कृत्वा सर्वे अवयविनः कार्याः कार्याणि इति कृत्वा नित्यत्वम् इति दलमस्ति इति कृत्वा अवयविनि यदा कदापि दल अतिव्याप्तिः न भवति अतः तत् त्यजेम इदानीं द्वितीयदलं द्वितीयस्थलं किम् यत्र समवायः अपि भवेत् खलु तत्र पञ्चसु स्थलेषु समवायसम्बन्धः भवति खलु या गुणगुणिनोः मध्ये तर्हि तदेव अहं पृच्छन्नस्मि द्वितीयस्थलं किम् इति चेत् गुणः गुणिनि समवायसम्बन्धेन वर्तते तर्हि इदानीं एकोऽपि गुणः अस्ति वा यः नित्यः नित्यगुणः अस्ति वा नास्ति ईश्वरे एव नित्याः अन्येषु नित्यं नास्ति ईश्वरे अन्येषु इति मम प्रश्नं श्रुत्वा गुणः अस्ति वा यः नित्यः नास्ति एवमपि एकोऽपि गुणः नास्ति किम् ईश्वरीयज्ञानं किम् तद् नित्यं अस्मि खलु नास्ति तत्तु नित्यं हा ईश्वरीयज्ञानं नित्यमस्ति ईश्वरीयज्ञानम् ईश्वरे केन सम्बन्धेन वर्तते समवायेन एव वर्तते इति कृत्वा यदि नित्यत्वे सति समवाय समवेतत्वम् इति दलद्वयं स्वीकुर्मः कुत्र अतिव्याप्तिः भवति ईश्वरे ज्ञाने अतिव्याप्तिः भवति इति एतादृशं चिन्तयितुं शक्यते केवलम् ईश्वरीयज्ञानं नास्ति अत्र सङ्ख्या अस्ति खलु सङ्ख्यायाम् एकः इति काचन सङ्ख्या अस्ति तद् नित्यमस्ति खलु तर्हि एक इति सङ्ख्यायामपि अतिव्याप्तिः भवति इति बहवः गुणाः नित्याः सन्ति तेषु सर्वेषु गुणाः गुणेषु सर्वदा समवेतत्वं वर्तते सर्वेषु गुणेषु समवेतत्वम् इति धर्मः वर्तते यदि यदि एकः गुणः नित्यः अस्ति तर्हि तादृशगुणे अतिव्याप्तिः भवत्येव इति कृत्वा अनेकवृत्तित्वम् इति दलं योजनीयम् तर्हि तादृशगुणः अस्ति वा यः गुणः नित्यः अस्ति समवाय समवेतत्वमस्ति अनेकवृत्तित्वमस्ति तादृशगुणः अस्ति वा ईश्वरीयज्ञानम् अनेक ईश्वरीयज्ञाने अनेकवृत्तित्वमस्ति वा नास्ति एकमेव अस्तु तर्हि अनेकवृत्तित्वमिति दलं योजयामश्चेत् ईश्वरीयज्ञाने जायमान अतिव्याप्तिः निवारिता भवति किन्तु एकम् इति सङ्ख्यां स्वीकुर्मः एकम् इति सङ्ख्या कुत्र कुत्र वर्तते आकाशः कालः दिक् बहुषु वर्तते खलु आम् आम् केवलं तत्रैव नास्ति घटे अपि एकः वर्तते एकत्वं वर्तते खलु तर्हि यदि इदानीं दलत्रयमपि स्वीकुर्मश्चेत् नित्यत्वे सति अनेकसमवेतत्वे अनेकवृत्तित्वे सति समवेतत्वम् इति दलं त्रयमपि दलं स्वीकुर्मश्चेत् एकत्वम् इति सङ्ख्यायाम् अतिव्याप्तिः भवति वा नित्यत्वे सति अनेक एकम् इति सङ्ख्यायां न भवति नित्य एकं तदपि नित्यमस्ति इति कृत्वा अत्र भवति भवति इति चिन्तयतु महोदय तदपि एकम् इति महोदय उच्चैः वदतु अत्र एकत्वं नित्यमस्ति तद् अनेकसमवेदत्वम् अपि अस्ति समवायसम्बन्धेन अस्ति खलु तर्हि एकत्वं नित्यम् अनित्यं च नित्यगतं नित्यम् अनित्यगतम् अनित्यं द्वित्यादिकं तु सर्वम् अनित्यमेव इति तर्हि एकत्वम् इति सङ्ख्यायाम् इदानीमपि अतिव्याप्तिः भवति तदा एव मूले उक्तमस्ति एकम् सामान्यस्य लक्षणे उक्तम् एकमिति उक्तत्वात् किं जातम् एकत्वे सति नित्यत्वं न एकत्वे इदानीमपि अतिव्याप्तिः भवत्येव एकत्वे अतिव्याप्तिः अस्ति एव तद् न निवारिता तर्हि इदानीम् एकत्वम् इति सङ्ख्या वा जातिः वा इति द्रष्टव्यम् सङ्ख्या इति स्वीकृत्य एव वयं चिन्तितवन्तः खलु गुणाः तर्हि इदानीं प्रश्नः जातः क्लेशः जातः गुणे अतिव्याप्तिः सङ्ख्यालक्षणे परिष्कारः इति उक्तं तर्हि परिष्कृतलक्षणं किम् अयमेकः इति प्रतियोगं प्रकारतायाः अधिकरणे विद्यमानः एकत्वेन द्वित्वेन अवच्छिद्यते घटे विद्यमानप्रतियोगितायाः घटत्वेन अवच्छेदवत् तथा च एकत्वावच्छिन्नप्रकारतानिरूपितघटादिनिष्टविशेषतानिरूपकज्ञाननिष्टकारितानिरूपितकारणताश्रयशब्दप्रयोगनिष्टकार्यतानिरूपितकारणताश्रयः सङ्ख्या इति सङ्ख्यायाः लक्षणं कृतम् किन्तु एकत्वम् इति यदि सङ्ख्या तर्हि तत्र अतिव्याप्तिः भवत्येव जातेः अतिव्याप्तिः भवत्येव सो वि हाव् टु सी अत्र कथं परिष्कर्तव्यम् इति एकत्वे अतिव्याप्तिः भवति ओके वि लेट् सी हौ टु रिकन्सैल् दिस् अत्र पश्यतु सामान्यलक्षणं निष्पन्नम् इति उक्तं यद्यपि असामान्यलक्षणं निष्पन्नम् इति उक्तं तथापि तत्र एकत्वे अतिव्याप्तिः भवत्येव न निवारिता एकत्वमिति सङ्ख्यायाम् अतिव्याप्तिः भवत्येव अस्तु पश्येम अग्रे रमेश महोदय पठति किं स्वरूपसम्बन्ध आम् महोदय स्वरूपसम्बन्ध रूपपदार्थाः प्रतियोगित्व अवच्छेदकत्वादयः अखण्ड उपादयः च समवायत्व अभावात् अभावात्वादयः समवायत्व अभावत्व आदयः स्वरूप अपर पर्याय दैशिक विशेषणता सम्बन्धेन भवन्ति सकण्ड उपादयः तु भूतत्वादयः निरुक्ताः तत् पदार्थस्य आधेयता अवच्छेदकसम्बन्धेन एव भवन्ति यथा भूतत्वं बहिरिन्द्रियग्राह्यविशेषगुणवत् गुणवत्वम् इति परिष्कृतम् गुणवत्वं च गुण एव इति तस्य समवायसम्बन्धेन वृत्तित्वात् भूतत्वम् अपि समवायेन एव वृत्ति इत्थमेव आकाशत्व आदौ चिन्त्यम् अस्तु भवान् एव अत्र इदानीं लक्षणमस्ति नित्यत्वे सति अनेक अत्र एवं कुर्मः अत्र अनेकनिरूपितसमवायसम्बन्ध अवच्छिन्नवृत्तित्वम् इति मध्या वदेम दलत्रयं स्वीकुर्मः नित्यत्वे सति अनेकवृत्तित्वे सति समवेतत्वं सामान्यलक्षणम् इति स्वीकुर्मश्चेत् इदानीं प्रतियोगित्वम् इति कश्चन धर्मः अस्ति खलु अखण्डोपाधिः तत्र अतिव्या तत्र लक्षणं भवति वा न वा प्रतियोगिः प्रतियोगित्वं नित्यः वा प्रतियोगित्वं नित्यः एव सत्यम् अभावः नित्यः चेत् प्रतियोगित्वमपि नित्यमेव भवति हा प्रतियोगित्वम् अनेक निरूपितसमवायत्वम् अत्र एवं चिन्तयतु महोदय, अत्र एतादृशं न चिन्तनीयम्, अत्र प्रतियोगित्वे लक्षणं भवति वा न वा इति चिन्तयितुं यदि एकदलं एकं दलं न पूरितं भवति तदा लक्षणात् बहिः भवति खलु. तर्हि अत्र समवाय समवेतत्वमस्ति वा प्रतियोगित्वे? न भवति स्वरूप. किमर्थम्? अभावप्रतियोगी द्वयोः स्वरूपसम्बन्धेन एव भवति. सत्यं, तदेव अत्र उक्तम्. तर्हि प्रतियोगित्वे समवेतत्वं नास्ति इति कृत्वा प्रतियोगित्वे एतद् लक्षणं न भवति. एवम् अवच्छेदकत्वं, अवच्छेदकत्वे एतद् लक्षणं भवति वा? अवच्छेदकः नित्यः स्वीकुर्मः, अवच्छेदकत्वं नित्यः. अत्रापि सम्बन्धमेव चिन्तयतु, अवच्छेदकत्वम् अवच्छेदके केन सम्बन्धेन वर्तते? अवच्छेदकत्वम् अवच्छेदके स्वरूपसम्बन्धेन एव वर्तते. संयोगसम्बन्धेन न भवति, समवायसम्बन्धेनापि न भवति, स्वरूपसम्बन्धेन इति कृत्वा लक्षणात् बहिः गतः. एवं भूतत्वं, पञ्चसु भूतेषु यद् भूतत्वं वर्तते तद् भूतत्वं भूतत्वं नित्यं, भूतत्वं भूतत्वं भूते. अत्रापि समवायसम्बन्धं स्वीकृत्य चिन्तयतु, भूतत्वं समवायसम्बन्धेन वर्तते वा? भूतत्वं समवायसम्बन्धेन वर्तते वा इति प्रश्नस्य उत्तरं, यदि जातिः अस्ति तर्हि भवति खलु. यदि जातिः अस्ति, भूतत्वमिति जातिः, तर्हि भवति. भूतत्वं जातिः वा? न जाने महोदय. भूतत्वं जातिः इति न अङ्गीक्रियते. किमर्थमिति चेत् तत्पदार्थस्य आदेयता अवच्छेदकसम्बन्धेन एव भवन्ति. इत्युक्ते भूतत्वं केन सम्बन्धेन पृथिव्यां वर्तते इति चेत् अवच्छेदकतासम्बन्धेन वर्तते अथवा आदेयतासम्बन्धेन वर्तते, न तु समवायसम्बन्धेन इति कृत्वा भूतत्वं जातिः नास्ति इति कृत्वा समवायसम्बन्धेन नास्ति इति कृत्वा अत्र भूतत्वे लक्षणसमन्वयः नास्ति. किमर्थं समवायसम्बन्धत्वेन नास्ति इति न बुद्धं तद्? समवायसम्बन्धः पञ्चसु स्थलेषु एव भवति खलु. यदि यदि भूतत्वं जातिः तर्हि भूतत्वं समवायसम्बन्धेन भवितुमर्हति इति वक्तुं शक्यते. हा, किमर्थं भूतत्वं जातिः न इति अङ्गीकरणीयम्? किमर्थमिति चेत् अत्र उक्तं खलु सकण्ड उपाधिः, सकण्ड उपाधेः लक्षणं किम्? जातिभिन्नत्वे सति अत्र किमुक्तं पदं किं प्रयुक्तमस्ति तत्र? स्वरूपलक्षणवत्वं, स्वरूपलक्षणवत्वम् अत्र बहिरिन्द्रियग्राह्यविशेषगुणवत्वम् इति तस्य स्वरूपलक्षणं वक्तुं शक्यते. भूतत्वस्य बहिरिन्द्रियग्राह्यविशेषगुणवत्वम् इति तस्य स्वरूपलक्षणं वक्तुं शक्यते इति कृत्वा अत्र जातौ न अन्तर्भूतं भवति. बहिरिन्द्रियग्राह्यविशेषगुणवत्वम् इति लक्षणं केवलं भूतत्वे एव भवति, एवं घटत्वे लक्षणं न वक्तुं शक्यते इति कृत्वा जातेः अन्तर्भूतः न. जातेः अन्तर्भूतः नश्चेत् समवायसम्बन्धेन न भवति. अवबुध्यते किम्? इदानीमपि न महोदय. भूतत्वं बहिरिन्द्रियग्राह्यविशेषगुणवत्वं विशेषगुणवत्वं बहिरिन्द्रियग्राह्यविशेषगुणवत्वम्. अत्र भूतत्वं पृथिव्यामस्ति. पृथिव्यां कीदृशविशेषगुणः अस्ति? गन्धवत्वम् इति विशेषगुणः अस्ति. गन्धः इति विशेषगुणः, गन्धवत्वमिति नास्ति. गन्धः गन्धवत्वमिति धर्मः, धर्मः अस्ति. गन्धः इति गुणः अस्ति पृथिव्यां, स च विशेषगुणः. केवलं पृथिव्यामेव वर्तते इति कृत्वा विशेषगुणः, किन्तु स च विशेषगुणः केन ज्ञायते? केन इन्द्रियेण ज्ञायते? घ्राणेन्द्रियेण ज्ञायते. घ्राणेन्द्रियेण घ्राणेन्द्रियमिति बाह्येन्द्रियं खलु, इति कृत्वा बाह्येन्द्रियं. बहिरिन्द्रियग्राह्यविशेषगुणवत्वं भूतत्वे अस्ति, किन्तु घ्राणेन्द्रियग्राह्यविशेषगुणवत्वम् एव गन्धवत्वम् इति धर्मे अस्ति इति कृत्वा भूतत्वं गन्धवत्वं न, भेदः वर्तते. बाह्येन्द्रियगुणविषय बाह्येन्द्रियग्राह्यविशेषगुणवत्वम् इति केवलं भूतत्वे एव वर्तते. शब्दः इति विशेष आकाशगुणः श्रोत्रेन्द्रियेण बहिरिन्द्रियेण गृह्यते. एवम् अन्यत्रापि. तर्हि बाह्येन्द्रियग्राह्यविशेषगुणवत्वम् इति लक्षणं भूतत्वं विहाय अन्यत्र यत्र कुत्रापि भवति वा? किम्? न उक्तं. पृथिव्यां गन्धवत्वम् अस्ति, बाह्यरिन्द्रिय विशेषगुणत्वम् पृथ्वीत्वे किमर्थं न भवति? न बुद्धं महोदय. गुणे भवति खलु, गुणे गुणवत्वं भवति वा? गुणवत् गुणः गुणवत्वं भवति, न तु गुणवत्वं. गुणः इति वक्तव्यं. गुणवत्वं गुणवान् कः? द्रव्यमस्ति खलु. ओ, द्रव्यम्. अत्र बाह्येन्द्रियग्राह्ये विशेषगुणवत्वं पृथिव्यां न भवति. यद्यपि पृथिवी गुणवती अस्ति, गन्धः इति गुणः पृथिव्यां वर्तते इति कृत्वा विशेषगुणवती पृथिवी अस्ति, किन्तु बाह्येन्द्रियग्राह्यविशेषगुणवत्वं पृथिव्यां नास्ति. केवलं घ्राणेन्द्रियग्राह्यविशेषगुणवत्वमेव पृथिव्यामस्ति. किं प्रभाषवती? अवबुध्यते खलु? भूतत्वम् इति तादृशधर्मः अस्ति यः धर्मः यस्मिन् धर्मे बाह्येन्द्रियग्राह्यविशेषगुणवत्वमस्ति, किन्तु पृथिव्यां बाह्येन्द्रियग्राह्ये नास्ति. अत्र घ्राणेन्द्रियमात्रग्राह्यविशेषगुणवत्वमस्ति. परन्तु घ्राणेन्द्रियमपि बाह्यग्राइन्द्रियं नास्ति वा? सत्यम् इति अस्ति, किन्तु घ्राणेन्द्रियम् एव बाह्येन्द्रियमिति नास्ति खलु. परन्तु यद् घ्राणेन्द्रियेण ग्राह्यते तदपि बाह्येन्द्रियेण ग्राह्यते इति वक्तुं शक्यते. किन्तु बाह्येन्द्रियेण ग्राह्यत्वम् इति चेत् अत्र शब्दः अपि तस्मिन् अन्तर्भूतं भवति खलु? तत् समीचीनं, परन्तु पृथ्वीत्वम् अपि भवति इति एव मम संशयः. न, चिन्तयतु, पृथिवीत्वं भवति, पृथिवी अत्र ग्राणेन्द्रियमपि बाह्येन्द्रियम् इति कृत्वा बाह्येन्द्रियग्राह्यविशेषगुणवत्वम् इति पृथिव्यां भवति. किन्तु एतद् लक्षणम् अत्र जले अपि भवति खलु? बाह्येन्द्रियग्राह्यविशेषगुणवत्वं जले अपि भवति. तर्हि पृथिव्याः लक्षणं किम् इति चेत् बाह्येन्द्रियग्राह्यविशेषगुणवत्वं पृथिव्याः लक्षणमिति वदामश्चेत् जले अतिव्याप्तिः भवति. जले अतिव्याप्तिः भवति. भवान् किं वक्तुमिच्छति? अत्र बाह्येन्द्रियग्राह्यविशेषगुणवत्वम् इति दलम् इति लक्षणं केवलं भूतत्वेन भवति, किन्तु पृथिव्याम् अति भवति इति कृत्वा पृथिव्याम् अतिव्याप्तिः इति भवान् वक्तुमिच्छति. किन्तु भूतत्वम् इति द्रव्यं नास्ति खलु? द्रव्यं नास्ति. तर्हि द्रव्यं नास्ति इति कृत्वा द्रव्यभिन्नत्वे सति इति प्रायः दलं योजनीयं. द्रव्यभिन्नत्वे सति खलु? यदा तादृशं योजयामश्चेत् सम्यक् भवति. तर्हि द्रव्यभिन्नत्वे सति बाह्येन्द्रियग्राह्यविशेषगुणवत्वम् इति वदामः चेत् केवलं भूतत्वे एव लक्षणं पतति, न तु पृथिव्याम्. समीचीनम्. तर्हि एतादृशलक्षणं भूतत्वस्य वक्तुं शक्यते इति कृत्वा सा जातिः नास्ति. तर्हि जातेः लक्षणे एतदपि दलं योजनीयं. नित्यत्वे सति, अनेकवृत्तित्वे सति, समवेतत्वे सति, अत्र किं स्वरूपलक्षण अयोग्यत्वम् इति दलमपि योजनीयं. स्वरूपलक्षण अयोग्यत्वं यदि स्वरूपलक्षण अयोग्यत्वमिति न योजयामः तर्हि भूतत्वे अतिव्याप्तिः भवति. स्वरूपलक्षणलक्षणायोग्यत्वम् इति चतुर्थं दलं योजयामश्चेत् इदानीं जातेः लक्षणं भूतत्वेन भवति. अस्तु, भूतत्वेन भवति इति कृत्वा भूतत्वं जातिः नास्ति. भूतत्वं जातिः नास्ति इति कृत्वा समवायसम्बन्धेन न भवितुमर्हति. इत्थमेव आकाशत्वादौ चिन्त्यम्. तर्हि आकाशत्वम् इति स्वीकृत्य चिन्तयतु, भवानेव चिन्तयतु. आकाशत्वं समवायसम्बन्धेन कथं भवति? यदि जातिः तर्हि भवितुमर्हति. यदि जातिः तर्हि भवितुमर्हति, परन्तु आकाशत्वम् इति किन्तु आकाशत्वे अनेकवृत्तित्वमस्ति वा? आकाशत्वे अनेकवृत्तित्वं नास्ति इति कृत्वा आकाशत्वे लक्षणं न भवति. अपि च आकाशत्वस्य लक्षणं स्वरूपलक्षणं वक्तुं शक्यते. किं स्वरूपलक्षणं? पूर्वमुक्तं शब्दसमवायीकारणत्वं. शब्दसमवायीकारणवत्वं खलु? शब्दसमवायीकारणत्वं. शब्दसमवायीकारणत्वम् आकाशत्वस्य लक्षणम् इति कृत्वा स्वरूपलक्षणं वक्तुं शक्यते इत्यतः जातेः बहिः. तर्हि अत्र तर्कद्वयमस्ति, आकाशत्वं किमर्थं जातिः न इति चेत् अनेकवृत्तित्वं नास्ति, अपि च स्वरूपलक्षण अयोग्यत्वं नास्ति. अस्तु, तर्हि निगमनं किम् इति चेत् चत्वारि दलानि सन्ति जातिं भवितुं, तानि कानि इति चेत् नित्यत्वे सति, अनेकवृत्तित्वे सति, समवेतत्वे सति, स्वरूपलक्षण अयोग्यत्वम् इति. जलचतुष्टयं यत्र भवति तत्रैव जातिः इति वक्तुं शक्यते. यदि जातिः इति वदेम तदा समवायसम्बन्ध आपत्तिः भवति. किमर्थमिति चेत् तादृशम् उक्तत्वात्. अस्तु, स्वयं महोदय अग्रे पठति वा अस्य. स्वयं महोदय शक्यते वा? अस्य परापरादि, अस्य पर अपराधिविभागः उद्देशग्रन्थे विस्तरेण व्याख्यातः इति न अत्र व्याख्येयं किञ्चिदस्ति. अस्तु, किञ्चित् पुनस्मारणं करोतु अत्र. किं मनसि अस्ति? किं मनसि न महोदय, परम् इति द्विविधं सामान्यम्. अस्तु, सतीभाव भगिनी किञ्चित् चायं करोतु अत्र. आं महोदय, इदानीं पृथ्वी स्वीकुर्मः चेत् प्रथमं पराजाति अस्ति सत्ता, तदनन्तरं द्रव्यत्वं पृथ्वी, त्रयः पदार्थः स्वीकुर्मः सत्ता इति पराजाति, सत्ता अपेक्षया द्रव्यत्वम् अपराजातिः, पुनः द्रव्यत्वस्य अपेक्षया पृथ्वी अपराजातिः. इदानीं द्रव्यत्वे परत्वम् अपरत्वं द्वयमपि आगतं, तदेव अत्र परापराधिविभागः इति उक्तम्. तर्हि अत्र आहत्य जाते जातिः कतिविधा, परम् अपरम् इति द्विविधम् इति. द्विविधं वा? विभागत्रयं कर्तुं शक्यते, परम् अपरं परापरं च. कर्तुं शक्यते इति नास्ति, तदेव कृतं. तदेव जातिः त्रिविधा, एका परा जातिः, अन्या अपरा जातिः, तृतीयं तु परापरा जातिः. तत्र पराजातेः उदाहरणं सत्ता, अपराजातेः उदाहरणं पृथिवीत्वम् अथवा घटत्वं. घटत्वं पृथिवीत्वमपि नास्ति, अपराजातेः उदाहरणं घटत्वं. घटत्वस्य अपराजातिः नास्ति खलु? इति कृत्वा अपराजातेः उदाहरणं घटत्वं, पराजातेः उदाहरणं सत्ता, परापराजातेः उदाहरणं द्रव्यत्वं पृथिवीत्वम् उभयमपि. तत्र एतत् सर्वम् उद्ग्रन्थे उद्देशग्रन्थे विस्तरेण व्याख्यातः इति कृत्वा नात्र व्याख्यायं किञ्चिदस्ति, व्याख्येयं किञ्चिदस्ति. अस्तु इति महोदय, इदानीमपि न बुद्धं किमर्थं द्रव्यत्वं जातिः इति अङ्गीकृतं, भूतत्वं जातिः न इति अङ्गीकृतम् इति न बुद्धम्. अस्तु, परिशीलनं कुर्मः. द्रव्यत्वं, द्रव्यत्वस्य लक्षणं किम्? स्वरूपलक्षणं वक्तुं शक्यते वा द्रव्यत्वस्य? द्रव्यत्वं नित्यमस्ति, द्रव्यत्वं नित्यमस्ति इति कृत्वा नित्यत्वमस्ति, अनेकवृत्तित्वमपि अस्ति, सर्वेषु द्रव्येषु वर्तते इति कृत्वा. किन्तु इदानीं समवायसम्बन्धेन वर्तते वा न वा इति ज्ञातुं, यदि जातिः अस्ति द्रव्यत्वं, तर्हि समवायसम्बन्धेन वर्तते, यदि जातिः नास्ति तर्हि समवायसम्बन्धेन न वर्तते। अस्तु, तर्हि इदानीं जातिः वा न वा इति निर्देष्टुं स्वरूपलक्षणं वक्तुं शक्यते वा न वा इति द्रष्टव्यं। द्रव्यत्वस्य स्वरूपलक्षणं किं वक्तुं शक्यते वा? यद् भूतस्य आसीत् तदपि न वक्तुं शक्यते वा? बहिरिन्द्रियग्राह्यविशेषणगुणः अस्ति वा तत्र? द्रव्यभिन्नत्वे सति, द्रव्यभिन्नत्वे सति बहिरिन्द्रियग्राह्यविशेषगुणवत्वं भूतत्वस्य लक्षणम्। एतद् लक्षणं केवलं भूतत्वे एव भवति। गुणवत्वम् अत्र क्रमेण चिन्तयेम, गुणवत्वं कुत्र कुत्र भवति? सर्वेषु द्रव्येषु गुणवत्वं भवति खलु? तर्हि इदानीं द्रव्यभिन्नत्वे सति इति दलं योजितमिति कृत्वा सर्वाणि द्रव्याणि बहिर्गतानि। तत् सम्यक्, परन्तु अहं तदपि वक्तुं शक्यते खलु, बहिरिन्द्रग्राह्य विशेषगुणवत्वं भूतत्वं विहाय द्रव्यत्वं भवति खलु? यदि भूतत्वम् इति निष्कासयामः तर्हि तत् सर्वं द्रव्यत्वं। भूतत्वम् इति कथं? भूतत्वमिति दले नास्ति, भूतत्वम् इति दलं नास्ति। दलं न वक्तुं शक्यते, द्रव्यत्वम् इति दलं वक्तुं शक्यते इति वा? अत्र द्रव्यम् इति वक्तुं शक्यते इति वा? अत्र भूतत्वस्य लक्षणं किम् इति चेत् द्रव्यभिन्नत्वे सति बहिरिन्द्रियग्राह्यविशेषगुणवत्वम् इति भूतत्वस्य लक्षणम्। एतद् लक्षणं केवलं भूतत्वे एव भवति। तर्हि अत्र स्वरूपलक्षणम् उक्तमस्ति इति कृत्वा जातिः न, जातेः स्वरूपलक्षणं न वक्तव्यमेव, न वक्तुं शक्यते एव। आकाशत्वस्य लक्षणमुक्तं, शब्दसमवायीकारणत्वम् आकाशत्वस्य लक्षणम् इति कृत्वा जातिः न। यस्य स्वरूपलक्षणं वक्तुं शक्यते तद् जातिः न, सः धर्मः एव। किन्तु इदानीं प्रतियोगित्वम् इति स्वीकुर्मः, प्रतियोगित्वस्य सामान्यलक्षणं प्रायः वक्तुं शक्यते, इत्युक्ते स्वरूपलक्षणं वक्तुं शक्यते प्रतियोगित्वस्य, वक्तुं शक्यते चेत्, न वक्तुं न शक्यते इति कृत्वा एव अखण्ड उपाधिः खलु। सखण्ड उपाधिः, अखण्ड उपाधिः, अनयोः मध्ये कः भेदः इति चेत्, यस्य स्वरूपलक्षणं न वक्तुं शक्यते सः अखण्ड उपाधिः, यस्य स्वरूपलक्षणं वक्तुं शक्यते सः सखण्ड उपाधिः। तर्हि नित्यत्वं प्रतियोगित्वे अस्ति, अनेकवृत्तित्वमपि प्रतियोगित्वे अस्ति, स्वरूपलक्षण अयोग्यत्वमपि स्वरूपलक्षणे प्रतियोगित्वे अस्ति, किन्तु समवायसम्बन्ध अवच्छिदत्व अथवा समवेतत्वं स्वरूपलक्षणे प्रतियोगित्वे नास्ति इति कृत्वा जातिः नास्ति। अवबुध्यते खलु? किञ्चित् किञ्चित् अवबुध्यते महोदय, चिन्तनीयं, मया चिन्तित्वा यदि प्रश्नः अस्ति अहं पृच्छामि। हा, सो बट् डु डू दि एक्ससैज़्, यु हाव् टु टेक् फोर् दलास् अण्ड् डू दि एक्ससैज़्। सो इट्स् अ गुड् एक्ससैज् टु डु। तर्हि इदानीं मम किं भाति, सी आक्चुलि जाति इस् अ पदार्थ that Nayayikas have accepted without, because they could not avoid it, they have not been able to prove it, but you have to accept something called jati. So that is why we are saying swarupa lakshana ayogyatvam. Normally lakshana pramana abhyam vastu siddhi, यदि लक्षणं न वक्तुं शक्यते तर्हि त तादृशपदार्थस्य सिद्धिः एव न भवति. पदार्थः अस्ति, स च पदार्थः भावपदार्थः भवतु अभावपदार्थः वा भवतु, किन्तु लक्षणं सर्वत्र वक्तव्यमेव. किन्तु जातेः लक्षणं न कृतमेव तैः, न कृतम् इति नास्ति, स्वरूपलक्षण अयोग्यत्वम् एव जातेः लक्षणमिति लक्षितम्. दाट् फार् विच् लक्षण केनाट् बि सेड् इस् काल्ड् इस् द लक्षणं आफ् जाति. वेरि फनी कन्सेप्शन्. सो जाति इस् देर् वीक् पायिण्ट्. अतः एव अस्माभिः किम् उच्यते, सत् इति ब्रह्मणः स्वरूपं, न तु ब्रह्मणि विद्यमान कश्चन धर्मः. सत् इति स्वरूपमेव. सो वि गो टु द नेक्स्ट् पेराडैम्, बिकास् इफ् बिकास् जाति इस् आक्चुलि वेरि डिफिकल्ट् टु प्रूव्. लक्षणमेव न वक्तुं शक्यते. इन्फ्याक्ट् दट् इस् द लक्षणम् आफ् जाति इस् स्वरूपलक्षण अयोग्यत्वं जातेः लक्षणं. दट् फार् विच् लक्षण केनाट् बि सेड् इस् द लक्षणम्. इट् इस् लैक् अवर् माया, या मास माया. वेरि इण्ट्रेस्टिङ्ग्. अस्तु, सर्वे चिन्तयन्तु, अग्रे गच्छामः. सर्वेभ्यो नमस्कारः, धन्यवादाश्च.